सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानविषयः अस्ति पाणिनीयं सूत्रं कथं पठनीयं तत्र वयं दृष्टवन्तः द्वितीयाध्यायस्य द्वितीयकरपत्रम् अस्ति प्रथमकरपत्रे वयं दृष्टवन्तः यः मूल व्याकरणशास्त्रे मूलयन्त्रम् अस्ति सः अस्ति माहेश्वरसूत्राणि तत्र चतुर्दशमहेश्वरसूत्राणि तत्र सन्ति तेषां क्रमः आवश्यकं तत्र क्रमेण एव गच्छामः चेदेव वयं प्रत्याहारस्य निर्माणं कर्तुं शक्यते ये तत्र प्रत्याहाराः सन्ति तत्र व्याकरणे तेषां प्रयोजनं कुत्र दृश्यते इति प्रश्ने सति चेत् तत्र सूत्रेषु इत्युक्ते पाणिनीयः ग्रन्थं यः अस्ति अष्टाध्यायी इति ग्रन्थं तत्र केवलं सूत्राणि तत्र सन्ति सो सूत्रेषु प्रत्याहाराणां प्रयोजनं दृश्यते अतः कस्य प्रत्याहार के के वर्णाः अन्तर्भूताः इति अस्माभिः ज्ञातव्यं तेन किं भवति तत्र वयं सूत्रस्य अर्थः कः इति वयं ज्ञातुं शक्यते सो ये चतुर्दशमहेश्वराणि सूत्राणि सन्ति तेषां कण्ठस्थीकरणम् इति आवश्यकम् पाणिनीयसूत्रं कथं पठनीयं वयं दृष्टवन्तः तत्र एकं कोडिफैड् लेङ्ग्वेज् अस्ति इत्युक्ते पाणिनिना एकं तत्र कोड् निर्मितम् तेन यदा वयं जानीमः तत्र यः कोड् अस्ति कुत्रचित् अल्फा न्यूमरिक् कोड् अस्ति कुत्रचित् केवलं न्यूमरिक् कोड् इति तत्र अस्ति परन्तु व्याकरणशास्त्रे पाणिनिना यत् कोड् निर्मितं तस्य आधारः कः इति वदामः चेत् तस्य आधारः अस्ति विभक्ति इत्युक्ते तत्र ये सूत्रे ये ये पदानि तत्र पाणिनिना दत्तं तत्र विभक्तिपदस्य विभक्ति आधारेण एव सः किं सः तस्य कोड् इति निर्मितं सो प्रत्येक सूत्रे किं किं विभक्ति सः तत्र तस्य प्रयोगः कृतवान् कस्य विभक्ति सूत्रे विभक्तिपदस्य कः अर्थः प्रथमा विभक्ति द्वितीयविभक्ति अपि च द्वितीयविभक्ति नास्ति षष्ठी विभक्ति अस्ति सप्तमी विभक्ति अस्ति प्रत्येकस्य विभक्त्यान्तं पदस्य कः अर्थः तत्र विशिष्ट अर्थः अपि तत्र सन्ति अस्ति यदा लोके यः विभक्तिपदानाम् अर्थः अस्ति तत् किञ्चित् भिन्नम् अर्थः अत्र सूत्रेषु दृश्यते अतः प्रत्येकस्य विभक्त्यान्तं पदस्य कः अर्थः इति अस्मिन् करपत्रे तत्र दत्तं तेन किं भवति यदा वयं जानीमः सूत्रे षष्ठी विभक्त्यान्तं पदः अस्ति चेत् तस्य कः अर्थः तेन किं भवति सूत्रस्य अर्थः वयम् अवगन्तुं शक्यते सो पाणिनीयसूत्रं कथं पठनीयम् इति यः करपत्रम् अस्ति तत्र वयम् इदानीं पर्यन्तं किं दृष्टवन्तः वयं दृष्टवन्तः तत्र किं लिखितम् अस्ति तत्र व्याकरणे कार्याणि त्रिविधं भवति इत्युक्ते थ्री डिफ्रेण्ट् टैप्स् आफ् कार्यास् हेपन् इन् व्याकरणशास्त्रे वयं जानीमः तत्र व्याकरणे यत् किमपि कार्यं भवति तस्य कृते तत्र सूत्रम् अस्ति सूत्रम् अस्ति चेदेव कार्यं भवति किमर्थं चेत् सूत्रम् एव प्रमाणं व्याकरणशास्त्रे सूत्रम् एव प्रमाणम् अस्ति इत्युक्ते यत् पाणिनिना तत्र सः यत् वदति सः एव प्रमाणं भवति पाणिनिना सूत्रम् एव दत्तं तत्र सो तत्र वयं दृष्टवन्तः ये कार्याणि तत्र व्याकरणलोके सन्ति एकं कार्यमस्ति आदेशरूपी कार्यः आदेशरूपी यः कार्यः अस्ति तत्र किं भवति? कार्यं वदामः चेत् किञ्चित् तत्र किं परिवर्तनं, कार्यम् इत्युक्ते किञ्चित् तत्र परिवर्तनं भवति, मूले यत् अस्ति तस्य तस्मिन् कोऽपि परिवर्तनं भवति, अतः वयं किं वदामः तत्र एकं कार्यम् अभवत्। सो एकं कार्यम् अस्ति आदेशरूपी कार्यः, आदेशरूपी कार्ये किं भवति, मूले तत्र पूर्वे यः तत्र वर्णः तत्र आसीत् सः वर्णः अपगच्छति, तस्य स्थाने एकं नूतनवर्णस्य उदयः भवति, इत्युक्ते एकं नूतनं वर्णः तत्र आगच्छति, तत्र तिष्ठति, तस्य पूर्वस्थितस्य वर्णस्य स्थाने एव नूतनवर्णः तत्र तिष्ठति। सो तत्र वयं किं वदामः, आदेशः शत्रुवत् भवति, शत्रुवत् कार्यम् अस्ति। सो आदेशरूपी यः कार्यं सः शत्रुवत् भवति, किमर्थं शत्रुवत्, तत्र यः पूर्वे यः वर्णः तत्र आसीत् सः अपगच्छति, तस्य स्थाने एकं नूतनवर्णः आगच्छति। सो आदेशे आदेशरूपी कार्यं वयं वदामः। तथैव अस्ति द्वितीयः यः कार्यम् अस्ति व्याकरणे सः अस्ति आगमरूपी कार्यम्। आगमे किं भवति, आगमे एकं तत्र कस्यचित् वर्णस्य पूर्वे अथवा तस्य परम् एकं नूतनवर्णः आगच्छति। सो वयं किं वदामः, आगमरूपी कार्यः मित्रवत् भवति, इत्युक्ते न्यू लेटर् कम्स् इन् बिट्वीन्, वेदर् द लेटर् कम्स् आफ्टर् अ लेटर् आर् बिफोर् अ लेटर्। सो आगमस्य कृते तत्र स्थानं निर्दिष्टं नास्ति। सो वयं यथा आदेशरूपी कार्यः तत्र स्थानं निर्दिष्टं, कस्यचित् पूर्वस्थितस्य वर्णस्य स्थाने एव तत् एकं नूतनं वर्णः आगच्छति, परन्तु यः आगमरूपी कार्यः अस्ति तत्र यः नूतनवर्णः आयाति तस्य कृते यः सः कुत्र आयाति, इत्युक्ते तस्य स्थानं किं, तस्य कृते तत्र वयं अद्य वयं पठिष्यामः। सो आगमरूपी कार्यः यः अस्ति सः कस्यचित् वर्णस्य पूर्वे अथवा तस्य परम् आगच्छति सः वर्णः, नूतनवर्णः। सो तत्रापि किञ्चित् तत्र परिवर्तनं दृश्यते, मूले यत् आसीत् तत्र परिवर्तनं भवति, आगम रूपी कार्यस्य अनन्तरं तत्र परिवर्तनं भवति, अतः वयं किं वदामः, एकं कार्यम् अत्र अभवत्, सः कार्यं किम्, आगमकार्यं, तत्र एकं नूतनवर्णस्य उदयः भवति। तृतीयकार्यम् अस्ति लोपकार्यं, वयं जानीमः तत्र अस्माभिः परिचितम् अस्ति विसर्गस्य लोपः भवति। सो विसर्गः अपि एकं वर्णः, कुत्रचित् कस्य वर्णस्य अपि लोपः भवति, व्यञ्जनस्य लोपः, कुत्रचित् स्वरस्य लोपः भवति, न केवलं विसर्गस्य लोपः भवति परन्तु कस्यचित् वर्णस्य लोपः भवति लोपकार्ये, इत्युक्ते सः वर्णः अपगच्छति तस्य स्थाने किमपि न आयाति। सो लोपकार्यः अपि एकप्रकारकः शत्रुवत् कार्यम् एव अस्ति, इत्युक्ते पूर्वे यत् आसीत् सः अपगच्छति, सः न तिष्ठति। केवलम् आगमरूपी कार्यः मित्रवत् भवति, आदेशरूपी कार्यः शत्रुवत् भवति। सो त्रीणि कार्याणि एव व्याकरणशास्त्रे तत्र सन्ति। एकम् अन्यत् अस्ति नामकरणम्, इत्युक्ते वयं जानीमः तत्र बहूनि संज्ञासूत्राणि तत्र अष्टाध्याय्यां तत्र सन्ति। सो संज्ञासूत्रं किं करोति, कस्यचित् पदस्य नामकरणं करोति। सो ये पारिभाषिकशब्दाः व्याकरणशास्त्रे सन्ति तेषां कृते तत्र पाणिनिना एकं संज्ञासूत्रं दत्तम्। यदा वयं दृष्टवन्तः उपदा इति एकं टेक्निकल् वर्ड् अस्ति व्याकरणशास्त्रे, पारिभाषिकशब्दः उपदा। सो लोके यत् उपदा तस्य अर्थः व्याकरणशास्त्रे तत् नास्ति, तथैव पदम् इति एकं शब्दः अस्ति, टेक्निकल् वर्ड् अस्ति व्याकरणशास्त्रे। वयं सर्वे जानीमः तत्र एकं सूत्रमस्ति सुप्तिङन्तं पदम्। सो पदम् इत्युक्ते किं, तस्य कृते पाणिनिना तत्र किं दत्तम्, एकं संज्ञासूत्रं दत्तं, तस्य नामकरणं सः कृतवान्। सो नामकरणम् अपि व्याकरणशास्त्रे भवति, परन्तु तत्तु कार्यं नास्ति. सः टेक्निकल् यः पारिभाषिकशब्दाः तत्र व्याकरणशास्त्रे सन्ति तेषां कृते यः सूत्रमस्ति तस्य नाम अस्ति संज्ञासूत्रम्. यथा वयं जानीमः तत्र इन् द मेडिकल् दट् फील्ड् वी हेव् द टेक्निकल् वर्ड्स् एण्ड् फार् एव्री टेक्निकल् वर्ड् वी हेव् अ डेफिनिशन् फार् दट् टेक्निकल् वर्ड्. तथैव अत्र अस्ति व्याकरणशास्त्रे. यत्किमपि पारिभाषिकशब्दः पाणिनिना अत्र उपयुज्यं तस्य कृते सः किं कृतवान्, सः संज्ञासूत्रमपि दत्तवान्, इत्युक्ते पदम् इत्युक्ते किं, संहिता इत्युक्ते किम्, उपदा इत्युक्ते किं, तस्य कृते सः किं कृतवान्, सः संज्ञासूत्रं तत्र बहूनि संज्ञासूत्राणि तत्र सन्ति. सो कस्य पदस्य कः अर्थः व्याकरणशास्त्रे तस्य कृते तत्रापि सूत्रं सन्ति. सो तेन किं भवति, कस्यचित् पदस्य अपि च वर्णस्य नामकरणं भवति. यदा वयं जानीमः तत्र यः अष्टाध्यायी इति ग्रन्थे तत्र यः प्रथमसूत्रम् अस्ति वृद्धिरेचि वृद्धिराधेच् इति प्रथमसूत्रम् अस्ति. वृद्धिराधेच् इति यः सूत्रम् अस्ति तेन सूत्रेण किं भवति, सः संज्ञासूत्रं प्रथमसूत्रं संज्ञासूत्रं. तत्र वृद्धि इति यः पदम् अस्ति व्याकरणशास्त्रे पारिभाषिकशब्दः, यथा वयं दृष्टवन्तः गुणः इति एकं पारिभाषिकशब्दः. सो गुणः इत्युक्ते किं वदामः, तत्रापि एकं सूत्रम् अस्ति आद्गुणः. सो व्याकरणशास्त्रे गुणः इत्युक्ते किं, लोके तत् भिन्नार्थः, परन्तु व्याकरणशास्त्रे आद्गुणः इति तस्य अर्थः, इत्युक्ते अकारस्य तत्र अकारस्य एकारस्य अपि च ओकारस्य तत्र एते त्रयः वर्णः गुणसंज्ञकवर्णः तत्र निर्दिष्टं पाणिनिना. तथैव वृद्धिः इति यः पदमस्ति, वृद्धिराधेच् इत्युक्ते यः पदमस्ति, तत्र आत् अपि च एच् अस्ति. आत् इति कथनेन तत्र दीर्घ आकारस्य ग्रहणम् अस्ति, दीर्घ आकारः आ तत्र तपरकरणम् अस्ति. वयं वि विल् सी दिस् वाट् इस् तपरकरणम् इन् द नेक्स्ट् इन् द कमिङ्ग् क्लासेस्. सो आत् इति यः आकारस्य परे तत्र तकारः श्रूयते तेन किं भवति, केवलं दीर्घ आकारस्य ग्रहणं तत्र. अपि च एच् इति प्रत्याहारे तत्र वयं जानीमः एच् इति प्रत्याहारे ऐकारः अपि च औकारः एते द्वौ वर्णः एव तत्र स्तः. सो वृद्धि इति यः वृद्धिराधेच् इति यः सूत्रमस्ति तेन किं भवति, आकारस्य ऐकारस्य अपि च औकारस्य एते त्रयः वर्णः वृद्धिसंज्ञकवर्णः, तेषां नामकरणं भवति. इत्युक्ते संज्ञासूत्रेण किं भवति, नामकरणं भवति, वर्णानां नामकरणं भवति. कस्यचित् पदस्य नामं तत्र पाणिनिना दत्तं, विशिष्टनामं दत्तं. सो आकारस्य दीर्घाकारस्य अपि च ऐकारस्य अपि च औकारस्य वृद्धिः इति तस्य संज्ञा भवति. ते वृद्धिसंज्ञकवर्णाः व्याकरणशास्त्रे. सो तथैव तत्र तत्र पदानि सन्ति. सो यत्र यत्र कार्यं भवति तत्र आइदर् आदेशरूपी कार्यः और् आगमरूपी कार्यः और् लोपकार्यः भवति. कुत्रचित् नामकरणं भवति, यथा संज्ञासूत्रे केवलं नामकरणं भवति. सो तत्र कार्याणि व्याकरणशास्त्रे त्रैविध्यम् अस्ति, त्रिविधं कार्यं तत्र भवति व्याकरणशास्त्रे. अनन्तरं तत्र वयं किं दृष्टवन्तः, तत्र वयम् एकं दृष्टवन्तः, यदि योगः अपि अस्ति चेत् तत्र इकारस्य स्थाने तत्र किं भवति, यकारः आदेशः भवति. किमर्थं चेत् तत्र तादृशसूत्रं तत्र सन्ति व्याकरणशास्त्रे. यः सूत्रं किं वदति, तत्र इकारस्य साक्षात् परे कोऽपि अचवर्णः असवर्ण अचवर्णः आयाति चेत् तत्र इकारस्य परिवर्तनं भवति, तत्र किञ्चित् विकृति आयाति, इत्युक्ते तत्र परिवर्तनं भवति. ई अपगच्छति तस्य स्थाने यकारः आयाति. सो अत्र कस्यचित् वर्णस्य स्थाने कार्यं भवति, अतः अत्र आदेशरूपी कार्यः. सो तत्र किं भवति, यद्यपि इति पदं तत्र निष्पद्यते. सन्धि भूत्वा तत्र यद्यपि इति भवति. सो यः पूर्वे इकारः आसीत् सः अपगच्छति, तस्य स्थाने यकारः आयाति. सो अत्र वर्णस्य स्थाने एकं नूतनवर्णः आयाति, अतः आदेशरूपी कार्यः. सो सन्धि प्रायशः सन्धिकार्याणि तत्र कस्यचित् वर्णस्य स्थाने भवति. यथा तत्र श्चुतु सन्धिः अस्ति, तत्र सकारः अपि च तवर्गीयव्यञ्जनस्य स्थाने तत्र किं भवति, सकारस्य स्थाने तत्र षकारः आदेशः भवति, तवर्गीयव्यञ्जनस्य स्थाने तत्र चवर्गीयव्यञ्जनः आयाति. सो तत्रापि आदेशरूपी कार्यः इत्युक्ते शत्रुवत् कार्यं भवति. पूर्वस्थितस्य वर्णस्य वर्णः अपगच्छति, तस्य स्थाने एकं नूतनवर्णः आयाति. सो सः शत्रुवत् कार्यम् अस्ति, आदेशरूपी कार्यम्. आगमस्य कृते तत्र बहूनि सूत्राणि तत्र सन्ति. आगमकार्यस्य विषये एकं सूत्रम् अस्ति तत्र इदितो नुम्, एकं सूत्रम् अस्ति इदितो नुम्. सः सूत्रं किं वदति, यस्मिन् यस्मिन् धातोः ह्रस्व इकारः इत् संज्ञकः, वयं जानीमः यः वर्णः इत् संज्ञकः अस्ति सः अपगच्छति. सो यस्मिन् यस्मिन् धातौ इकारः इत्संज्ञकः अस्ति तस्मिन् तस्मिन् धातु किं भवति, तत्र एकं नूतनवर्णः आयाति. नुम् इति आगमः भवति, इत्युक्ते नकारः तत्र आयाति. सो नुम् इति आगमः इकारस्य स्थाने न आयाति, इकारः तु इत्संज्ञकः, अतः सः अपगच्छति. तस्य स्थाने नुम् इति आगमः न भवति तत्र. तादृश तत्र इत्संज्ञकवर्णस्य प्रयोजनं तत्र अस्ति. अहं किम् उक्तवती, यत् किमपि कार्यं तत्र व्याकरणे तत्र सन्ति तस्य कृते तत्र प्रयोजनम् अस्ति. प्रयोजनं विना तत्र किमपि कार्यं न भवति व्याकरणशास्त्रे. सो यथा वयं दृष्टवन्तः तत्र प्रत्ययानां मूलरूपम् अस्ति, तस्मिन् कुत्र कस्यचित् वर्णः तत्र इत्संज्ञकः अस्ति सः वर्णः अपगच्छति. यथा शप् इति प्रत्ययः, शकारः इत्संज्ञकः, पकारः अपि इत्संज्ञकः, द्वौ वर्णः तत्र इत्संज्ञकः भवति, तेषाम् इत्संज्ञा भूत्वा तेषां लोपः अपि भवति. सो शकारस्य किमर्थं पाणिनः, यदा प्रक्रियायां शकारः न तिष्ठति, पकारः न तिष्ठति, किमर्थं पाणिनिना शप् इति प्रत्ययः निर्मितं, किमर्थं सः केवलम् अ इति न सः तत्र लिखितवान्. परन्तु तत्र प्रयोजनम् अस्ति, प्रत्येकस्य इत्संज्ञक वर्णानां तत्र ये इत्संज्ञकवर्णाः तत्र व्याकरणे सन्ति तेषां प्रयोजनम् अस्ति. शकारस्य अपि प्रयोजनम्, इत्संज्ञकवर्णस्य तत्र प्रयोजनम् अस्ति. तथैव धातौ अपि, ये इत्संज्ञकवर्णाः तत्र सन्ति धातौ, तस्मिन्नपि किम् अस्ति, प्रयोजनम् अस्ति. सो तथैव यः यः धातुः यस्मिन् यस्मिन् धातुः ह्रस्व इकारः इत्संज्ञकः अस्ति तस्मिन् तस्मिन् धातुः किं भवति, नुमिति आगमः भवति. सो तत्र एकं नुमि नकारः आगच्छति मध्ये. सो नुमिति आगमः, नुम् इति आगमे तत्र किम् अस्ति, उकारः इत्संज्ञकः, अन्ते यः मकारः सः अपि इत्संज्ञकः. सो नुम् इति आगमः मित् अस्ति, इत्युक्ते तस्मिन् मकारः इत् अस्ति, अतः तस्य अन्यनाम अस्ति मित्. सो मित् इति आगमः वयं दृष्टवन्तः सप्तम गणे तत्र मित् इति आगम, मित् इति विकरणप्रत्ययः मित् अस्ति. तेन किं भवति, यः आगमः सः अन्तिमस्वरस्य परे भवति. सो अत्रापि धातौ यः नुमागमः भवति सः धातौ यः अन्तिमस्वरः तस्य परे आयाति, इत्युक्ते नकारः धातौ यः अन्तिमस्वरः अस्ति तस्य परे आयाति. सो नुम् इति आगमः तथैव अत्र अस्मिन् करपत्रे पठन् आगच्छति इति तत्र लिखितमस्ति, तत्रापि नुमागमः भवति, नकारस्य आगमः भवति. तथैव अस्ति इट् इति आगमः, यः धातुः अपि च प्रत्ययः सेट् अस्ति चेत् तत्र किं भवति, एकम् इकारस्य आगमः भवति. इट् इति आगमः प्रत्ययस्य आगमः. सो इट् इति आगमः नु मित् नास्ति, सः टित् अस्ति, इत्युक्ते तस्मिन् टकारः इत् संयोगः इट् इट् इति कथनेन इकारः टकारः, सो टित् इति कथनेन तत्र पाणिनिना किं निर्दिष्टं टकारस्य प्रयोजनं तत्र अस्ति, टित् इति कथनेन सः कुत्र आयाति इति सः निर्देशं करोति, तथैव मित् इति आगमः मकारस्य प्रयोजनं किम् इति संज्ञक वर्ण तत्र तस्य प्रयोजनं किम् अस्ति, कुत्र करणीयं स्थानं निर्दिश्यति। सो यः इति संज्ञकवर्णः आगमे यः इति संज्ञकवर्णः अस्ति तेन किं भवति, आगमः कुत्र करणीयम् इति तस्मिन् यः निर्देशम् अस्ति। सो सूत्र आधारेण एव वयं जानीमः यदा आगमः मित् अस्ति चेत् तदा कुत्र सः आगमः आयाति, यदा आगमः टित् अस्ति चेत् सः कुत्र तस्य यः भवति आगमः सः कुत्र करणीयं, तस्य स्थानं किं। तथैव एकम् अन्यत् आगमः अस्ति कित् इति आगमः, सो कित् इति आगमः कुत्र करणीयम् इत्युक्ते अत्र स्थानं निर्दिष्टं नास्ति, आदेशरूपी कार्यः स्थानं तत्र स्थानम् इस् फिक्स्ड्, कस्यचित् पूर्ववर्णस्य स्थाने एव तत्र नूतनवर्णः आगच्छति, परन्तु आगमरूपी कार्ये स्थानं निर्दिष्टं नास्ति। सो तस्य कृते पाणिनिना किं कृतं, यः आगमः भवति सः कित् वा टित् वा मित् वा इति अस्ति चेत् वयं जानीमः सूत्र आधारेण सः कुत्र करणीयम्, इत्युक्ते तत्र एकं सूत्रम् अस्ति आद्यन्तौ टकितौ, तेन सूत्रेण किं भवति, यः आगमः कित् अस्ति सः अन्ते आयाति, यः आगमः टित् अस्ति सः आदौ आयाति, यः मित् आगमः सः अन्तिमस्वरस्य परे आयाति। सो आगमः आगमे अपि तत्र निर्देशम् अस्ति कुत्र करणीयम्, सो यः आगमः भवति यथा अत्र पठनागच्छति, सो पठनागच्छति अत्र तु सूत्रे यः नमुडागमसन्धि अस्ति तत्र तु निर्दिष्टं नकारस्य परे एव करणीयं, तत्र यत्र यत्र आगमस्य कृते तत्र निर्देशं स्पष्टतया तत्र दत्तमस्ति कुत्र करणीयं तत्र तु तत्र तस्य स्थाने एव तत्र तस्मिन् स्थाने एव करणीयं, परन्तु यत्र यत्र स्थानं न दत्तं तत्र वयं कित् वा टित् वा मित् वा इति दृष्ट्वा वयं ज्ञातुं शक्यते आगम कुत्र करणीयं। लोपकार्यं तु सरलम् अस्ति, यः वर्णः अपगच्छति यस्य लोपः भवति सः तु अपगच्छति, तत्र स्थानी इति आवश्यकं नास्ति। सो तत्र व्याकरणे त्रीणि कार्याणि सन्ति, आदेशरूपीकार्यः आगमरूपीकार्यः अपि च लोपकार्यम्। इदानीम् अस्तु, इदानीम् अद्य करपत्रस्य प्रति गच्छामः, वयं दृष्टवन्तः अत्र कस्यचित् अपि कार्यस्य निर्देशार्थम् एतत् परिच्छेदम् आरभ्य प्रारम्भं कुर्मः। कः पठितुम् इच्छति, कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अत्र अस्मिन् करपत्रे तत्र उदाहरणानि अपि तत्र सन्ति, वयम् उदाहरणसहितं तत्र उदाहरणं दृष्ट्वा वयं तत्र पठिष्यामः। कः पठितुम् इच्छति इदानीं, कः प्रारम्भं करोति? अहं पठामि वा सुशीला? आम् भगिनी कृपया पठतु अत्र कस्यचित्। आम् कस्यचित् अपि कार्यस्य निर्देशार्थं विघ्नार्थं सूत्रं भवति यण् सन्धिः एकं कार्यम्, अतः तस्य विधानार्थं एकनिमिषं भगिनि, अतः तस्य विधानार्थं सूत्रम् अस्ति। सूत्रस्य व्याख्यायां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम। यण्सन्धेः विधिसूत्रम् इदम् इको यणचि इकः स्थाने पठतु भगिनि। इकः स्थाने इको यणचि इकः स्थाने यण् आदेशः भवति अचिपरे संहितायां विषये इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः फलितः अर्थः इति ज्ञेयम्। इकः षष्ठ्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदम् इदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृद्धिः सहितसूत्रम् इकः यण् अचि संहितायाम्। किञ्चित् वदतु। कार्यकारणे सूत्रं भवति, पाणिनि सूत्रं कृतवान्। यत् सूत्रं यण् सन्धिः सूत्रम् इको यणचि एक सूत्रम् अस्ति, तत् सूत्रं वदति तत् सूत्रस्य अर्थं वक्तुं शक्नुमः। इकः स्थाने यण् आदेशः भवति, अचि परे संहितायाम् इति विषये तस्य विवरणम्। अचि इकः इकः परे अच्वर्णः अस्ति चेत् इकः स्थाने यण् आदेशः भवति इति वयं ज्ञातुं शक्नुमः। इक् वर्णाः इ उ रु स्थाने यण् वर्णाः भवति, य व अर् भवति इति ज्ञातुं शक्यते। इकः कथम् इक् वर्ण इकः यत् आदेशः कति स्थाने कर्तुं शक्यते इति मन्ये, इकः षष्ठ्यन्तम् इकः षष्ठ्यन्तं स्थाने यण् प्रथमान्तम् अचि सप्तम्यन्तं करणीयम् इति त्रिपदम् एकसंशयकरूपेण इको यणचि इति पाणिनिमहोदयः दत्तवन्तः। आम्, इकः वदतु। इकः स्थाने यण् आगच्छति इति अवगतम्। ई ऊरु स्थाने याराल यावाराल आगच्छति, अचि सो अत्र यः इक् इति यः पदम् अस्ति, यण् इति पदम् अस्ति, अच् इति पदम् अस्ति, ते प्रत्याहार एव। सो इकः यन् अचि इति ये तत्र सूत्रे ये पदम् अस्ति, इदानीं पर्यन्तं वयं न जानीमः षष्ठ्यन्तं पदः अस्ति चेत् तस्य कः अर्थः। अहं किम् उक्तवती, तत्र प्रत्येकं विभक्ति आधारेण एव सः किं महर्षि किं कृतवान्, कोड् निर्मितं। सो षष्ठ्यन्तं पदस्य तत्र विशिष्ट अर्थः अस्ति, यथा वयं लोके जानीमः तत्र षष्ठीसम्बन्धः अस्ति, परन्तु सूत्रे षष्ठीसम्बन्धः नास्ति। यत्र यत्र सूत्रे षष्ठीसम्बन्धः न दृश्यते तत्र किम् अस्ति, षष्ठ्यन्तं पदस्य विशिष्ट अर्थः, विशिष्ट कोड् अस्ति। तथैव सूत्रे प्रथमान्तं पदः अस्ति चेत्, प्रथमान्तम् इत्युक्ते प्रथमाविभक्त्यान्तं पदः अस्ति चेत् तस्यापि विशिष्ट अर्थः। तथैव सप्तमी विभक्त्यान्तं पदः अस्ति, यथा अचि, अचि इति सप्तम्यान्तं पदः, तस्यापि विशिष्ट अर्थः। तत् विशिष्ट अर्थं किम् इति अग्रे तत्र अस्मिन् करपत्रे एव दत्तं, परन्तु इको यन् अचि इति सूत्रं पठामः चेत् तत्र किमपि न ज्ञायते, कः स्थानी अस्ति, कः आदेशः, कः निमित्तम् अस्ति, केन कारणेन अत्र इक् स्थाने यन् इति आदेशः भवति, तत् अपि इदानीं पर्यन्तं वयं न जानीमः। सो कस्य तत्र सर्वदा तु इक् स्थाने यन् न भवति, केवलं यत्र यत्र इक् परे अच् वर्णः असवर्ण अच् वर्णः अस्ति चेदेव इकारस्य इकारः अपगच्छति, तस्य स्थाने यकारः आयाति, तथैव उकारः अपगच्छति, तस्य स्थाने वकारः आयाति। सो इदानीं पर्यन्तं वयम् इको यनचि इति सूत्रं पठिष्यामः चेत् पठामः चेत् तत्र न जानीमः स्थानी किम्, आदेशः किम्, कारणं किं, हेतु किम् अस्ति अत्र, निमित्तं किम् अस्ति, निमित्तम् इत्युक्ते हेतु, कस्य कारणेन अत्र इकः इक् वर्णः अपगच्छति तस्य स्थाने यन् इति आदेशः भवति. सो प्रत्येकस्मिन् सूत्रे कस्य पदस्य कः विभक्ति इति तत्र आवश्यकम् अस्माभिः ज्ञातव्यम्. कस्य स्थाने अत्र दृश्यतु, यदा सूत्रे कोऽपि यथा तस्य इति पदमस्ति, वयं जानीमः तस्य इति पथः रामस्य इव दृश्यते, अतः षष्ठ्यन्तं पदः. परन्तु प्रत्याहारस्य विषये तत्र किम् अस्ति, तत्र प्रत्याहारः यः भवति तस्य किं भवति, तत्र सरित् शब्दवत् भवति, इत्युक्ते यथा सरित् शब्दवत् तत्र विभक्त्यन्तं पदः अस्ति. इक् इति यः वयं जानीमः, इक् इति प्रत्याहारे ककारः इत्संज्ञकः. सो प्रथमा विभक्त्यन्तं पदः इक् एव अस्ति, यथा सरित् इति शब्दः नपुं तत्र स्त्रीलिङ्ग् पुल्लिङ्ग् स्त्री सरित् इति शब्दः स्त्रीलिङ्ग् किमस्ति, हलन्तशब्दः. ते तथैव प्रत्याहारः एव कार्यं करोति. इक् इकं तत्र तत्र भवति, इक् इकं षष्ठ्यन्तं पदः इकः, पञ्चम्यन्तं पदः अपि इकः, सप्तमी विभक्त्यन्तं पदः इकि इत्युक्ते अचि यनि. सो सरित् शब्दवत् प्रत्याहार अस्ति चेत् तेषां तत्र वयं विभक्ति कः इति ज्ञातुं शक्यते. यथा अत्र अस्ति इकः, अत्र तु विसर्गस्य अत्र ओकारः दृश्यते, तत्तु सन्धिकार्यं. परन्तु मूले तत्र किम् अस्ति, इकः यन् यनेव तिष्ठति, अचि अच् इति यः प्रत्याहारः अस्ति तत्र अचि अत्र सूत्रे अस्ति. सो अचि इति वदामः चेत् सरित् शब्दवत् अचि इति कथनेन सप्तमी अन्तं पदः, यन् सरित् एव अस्ति, तक् अत्र नकारः हल् अस्ति, अत्र वर्णमेलनम् अस्ति यन् अचि. सो यन् इति प्रथमान्तं पदः, तथैव इकः अत्र विसर्गः श्रूयते, अतः इकः सरितः इति यः पदम् अस्ति, तथैव अत्र षष्ठ्यान्तं पदः. सो विभक्ति प्रत्याहारस्य तत्र विभक्ति तत्र कथम् अस्ति इति वयम् अस्माभिः ज्ञातव्यम्. सो इकः इति कथनेन षष्ठ्यन्तं पदः, इदानीं पर्यन्तं वयं न जानीमः षष्ठ्यन्तं पदः अस्ति चेत् तस्य कः अर्थः. यन् प्रथमान्तम् अस्ति, अचि सप्तम्यन्तं पदः अस्ति. सो त्रिपदमिदं सूत्रम्, अस्मिन् सूत्रे त्रीणि पदानि तत्र सन्ति, एकं पदः इक् अस्ति, द्वितीय यन्, तृतीयम् अचि. सो तथैव तत्र सूत्रस्य अस्मिन् करपत्रे तत्र तत्र विवरणं दत्तम् अस्ति. किमर्थं षष्ठ्यन्तं पदः तस्य स्थाने एव कार्यं भवति इति तु कोड् अस्ति. सो इको यनचि इति सूत्रं कुत्र अस्ति, षष्ठम् अध्याये प्रथमपादे षट् सप्ततितं सूत्रं. सो सूत्रस्य सङ्ख्या अपि तत्र पठनीयम्, अस्माभिः पठनीयम्. अत्र लिखितमस्ति संहितायाम्, अत्र संहितायाम् इति एकम् एव पदः, सप्तम्यन्तं पद इत्युक्ते तत्र किम् अस्ति, सप्तम्यन्तं पदः अस्ति, अत्र अधिकारः अस्ति. सो विधिसूत्रं किं, संज्ञासूत्रं किम्, अधिकारसूत्रं किं, तस्य कः अर्थः इति अस्मिन् करपत्रे अत्र अधोभागे लिखितम् अस्ति. यः इको यनचि इति सूत्रं कस्य अधिकारे आयाति, संहिता इति विषये आयाति, विषयसप्तमी अस्ति अत्र, इत्युक्ते अत्र निमित्तसप्तमी नास्ति, अत्र विषयसप्तमी इत्युक्ते संहिता विषय अस्ति चेदेव कार्यं भवति. सो संहिता इत्युक्ते किं, व्याकरणशास्त्रे एकं पारिभाषिकशब्दः संहिता, तत्र एकं सूत्रं दत्तं, ये पारिभाषिकशब्दाः तत्र व्याकरणशास्त्रे सन्ति तेषां कृते तत्र संज्ञासूत्रमपि पाणिनिना दत्तं. सो संहिता इति वदामः चेत् तत्र एकं सूत्रम् अस्ति, परः सनिकर्षसंहिता इत्युक्ते अतिशयसान्निध्यं, नैकट्यम् अस्ति चेत् वर्णानाम् अनन्त तत्र वर्णयोः अतिशयसान्निध्यम् अस्ति चेत् तत्र किमस्ति संहिता इति विषयः, यथा ई योग अ, अत्र ई अपि च अ मध्ये मध्ये किमपि नास्ति, सो अत्र नैकट्यम् अस्ति, ई साक्षात् अनन्तरम् अकारः अस्ति, अतः अत्र संहिता विषयः अस्ति. सो यदा ई अपि च अ मध्ये कोऽपि वर्णः आयाति तत्र संहिता इति विषयः नास्ति. सो संहिता इति पदस्य व्याकरणशास्त्रे किम् अर्थः? परः सनिकर्षसंहिता इत्युक्ते अतिशय निकट, तत्र क्लोज् प्राक्सिमिटि अस्ति चेदेव वयं किं वदामः अत्र संहिता अस्ति. सो यत्र यत्र वर्णयोः मध्ये संहिता अस्ति तत्र एव किं भवति, इक् स्थाने यन् आदेशः भवति. कीदृशवर्णः वर्णयोः मध्ये? इक् वर्ण अपि च अचि, असवर्ण अचि परे अस्ति चेत्, तेषां मध्ये संहिता अस्ति चेदेव इक् स्थाने यन् इति आदेशः करणीयः. सो कस्यचित् एकमस्ति स्थानि, द्वितीयमस्ति कः आदेशः, तृतीयमस्ति हेतु, निमित्तं किं, कारणं किं, यः अत्र कार्यं भवति आदेशरूपी कार्यः भवति तस्य कृते निमित्तं किम्, अचि इति निमित्तम् अस्ति. परन्तु कदा भवति? यदा तत्र संहिताविषयः अस्ति. यदा संहिताविषयः नास्ति तदा कार्यं न करणीयम् इति अधिकारसूत्रस्य अर्थः. सो संहिताविषयः अस्ति चेदेव अत्र लिखितम् अस्ति कुत्र, आम् संहिता, संहितायां विषये अत्र विषयसप्तमी अस्ति, इत्युक्ते तत्र सप्तमी विभक्त्यान्तम् अर्थ भिन्नार्थः अपि अस्ति, परन्तु अत्र यः अधिकारः अस्ति संहितायाम् इति एकमेव पद सूत्रे एकमेव पदं दत्तं, संहितायाम् इति एकं सूत्रम् अस्ति, अत्र एकमेव पदम्, एकपदमिदं सूत्रम् अस् सप्तम्यान्तं पदः. सो अत्र विषयसप्तमी अस्ति, इत्युक्ते एकः स्थाने यः यन् अचि परे कार्यं भवति सः संहिताविषये एव करणीयं, संहिता नास्ति चेत् कार्यं न करणीयम् इति तत्र अर्थः. सो अधिकारसूत्रस्य अस्मिन् सूत्रे इकोयनचि सूत्रे अत्र संहिता न लिखितमस्ति. सो संहितायाम् इति पदः अत्र अनुवृत्तिरूपेण आयाति. अत्र किं लिखितमस्ति? अनुवृत्तिसहितसूत्रम् इत्युक्ते अस्मिन् सूत्रे सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थं तत्र संहितायाम् इति पदस्य अत्र अनुवृत्तिः अस्ति. सो सम्पूर्णसूत्रं किम्? इकः यन् अचि संहितायाम्, सम्पूर्ण अनुवृत्तिसहितसूत्रं पठामः चेदेव सम्पूर्णसूत्रस्य अर्थं वयं ज्ञातुं शक्यते. इको यन् अचि पठामः चेत् तत्र सम्पूर्णसूत्रस्य अर्थं न तत्र अस्माभिः ज्ञातव्यम्. अनुवृत्तिसहितसूत्रं पठामः चेदेव तत्र किं भवति, सूत्रस्य सम्पूर्ण अर्थं वयं ज्ञातुं शक्यते. कदा करणीयं, कस्य विषये करणीयं, निमित्तं किं, कस् कः स्थाने अस्ति, कः आदेशः इति वयम् अनुवृत्तिसहितसूत्रं पठामः चेदेव ज्ञातुं शक्यते. इदानीं प्रश्नः अस्ति अनुवृत्ति इत्युक्ते किम्? अस्मिन् करपत्रे अत्र अधोभागे तत्र दत्तमस्ति. अनुवृत्ति अपि एकं कोड् अस्ति. अनुवृत्ति इस् आल्सो ए टैप् आफ् कोड् यूस्ड् बै पाणिनि. सो अनुवृत्ति इति किं तत्र अधोभागे दत्तमस्ति. सो यदा इको यन् अचि इति एकं विधिसूत्रम् इत्युक्ते अनेन सूत्रेण किं भवति, एकं कार्यं विधीयते. कः कार्यम्? इक् स्थाने यन् आदेशः इति कार्यम्. अत्रापि परिवर्तनं भवति, इक् वर्णाः अपगच्छन्ति, तेषां स्थाने यन् वर्णाः आयान्ति. कदा आयान्ति? यदा इक् परे कोऽपि अच् वर्णः अस्ति चेदेव कार्यं भवति, अपि च संहिताविषये अस्ति चेदेव कार्यं भवति. सो सूत्रस्य इदानीं तु वयं न जानीमः सूत्रं कथं पठनीयम्, परन्तु अत्र पीठिकारूपेण दत्तम् अस्ति कि सूत्रम् एतादृशः सूत्रं तत्र व्याकरणशास्त्रे तत्र सन्ति, एतादृशसूत्राणि तत्र सन्ति. सो प्रत्येकस्मिन् इक् इति एकं प्रत्याहारः अस्ति, तस्मिन् प्रत्याहारे के वर्णाः अन्तर्भूताः, तथैव यन् इति एकं प्रत्याहारः अस्ति, तस्मिन् प्रत्याहारे के के वर्णाः अन्तर्भूताः? अचि इति एकं अचि इति एकं प्रत्याहारः अस्ति. अचि इति कथनेन सप्तमी अन्तं पदः भवति, यन् इति कथनेन प्रथमा विभक्ति अन्तं पदः. इकः विसर्गः आयाति चेत् आदर् पञ्चमी विभक्ति और् षष्ठी विभक्ति. सो अत्र तु षष्ठी विभक्ति अस्ति. अस्तु, इदानीं वेन् वी विल् रीड् अ लाट् आफ् सूत्र देन् ओन्ली वी विल् केच् अप् how this is shashti vibhakti, how this is prathama vibhakti. So this will come from abhyasa only, practice only, but you have to remember ikah, iko, ik, ikam, ikah, ikah, iki, ite tatra sarit shabdvat pratyahara nam tatra vibhakti bhavati. Astu anantaram kaha pati kaha कः अथवा कः पठितुम् इच्छति? आं वदतु महोदय. पृच्छामि वा? अत्र वृत्तिसहसूत्रमस्ति इक इयम् अचिसंज्ञ संहितायाम् अस्तु. तत्र मते निमित्तं तु द्वे पदमस्ति, एक पदं तु नास्ति. निमित्तम् अचि अस्ति एवं संहितायां द्वयो अस्ति न? संहितायाम् इति निमित्त नास्ति, विषयः अस्ति. इत्युक्ते अत्र यः संहितायाम् इति पदः अस्ति सः विषयसप्तमी अस्ति. इत्युक्ते विषय तु अस्ति, लेकिन् निमित्तं तु अस्ति. निमित्तं नास्ति, हे तस्य कारणेन किं कारणं किम् अत्र संहितां निमित्तं नास्ति. तत्र तु इकयम् अचि कार्यं न करोति अहं मन्यते. You can think of that way. संहितां निमित्तम् अस्ति, तत्र एव इको यनचि कार्यं करोति, अन्यथा न करोति. अचि पर अचि अचि एक्सिस्टिङ्ग् तत्रापि इको यनचि कार्यं न करोति. संहिताम् अपि निमित्तम् आवश्यकम् न महोदय, तथैव नास्ति. निमित्तम् इत्युक्ते कस्य? इट् इस् अ लै इट् शुड् बि अ पदार्थः. अत्र किमस्ति? पदार्थः नास्ति, अत्र वर्णाः तत्र सन्ति. सो परे कोऽपि अच् वर्णः अस्ति चेदेव निमित्तं. कस्य कारणेन कार्यं भवति? अच् परे अस्ति चेदेव कार्यं भवति. सो अत्र अचि एव निमित्तम् अस्ति, संहिता इति विषयः अस्ति, तावदेव अस्ति. If you want to think like that, because samhita iti saptamyantam padah asti, you can, for your understanding, you can think like that, but samhita yam iti yaha padah sah vishay saptami asti, nimit saptami na asti. Kimartham chet samhita iti yaha kopi padartha na asti, kopi varnaha na asti, atra vishay asti. Chukte atra samhita vishay asti chedev karyam karniyam. अचि इति एकं पदार्थः अस्ति, इत्युक्ते वर्णः अस्ति. परे हेतु शुड् बि अ इट् शुड् बि अ सालिड् थिङ्ग् पदार्थः. सो परे कोऽपि असवर्ण अच् अस्ति चेदेव सः निमित्तं भवितुम् अर्हति, अन्यथा सः निमित्तं न भवितुम् अर्हति. सो संहिता इति यः अस्ति सः केवलम् एकं तत्र सान्निध्यम् अस्ति चेदेव कार्यं करणीयम्. इत्युक्ते कस्य मध्ये तत्र सान्निध्यं भवति? द्वौ पदार्थस्य मध्ये एव तत्र वयं द्रष्टुं शक्यते सान्निध्यम् अस्ति वा नास्ति. सो संहिता केनाट् बि अ निमित्तं. संहिता इस् अ थिङ्ग् देट् वी हेव् टु लुक् फार्. बट् पदार्थः अत्र इक् अपि च अच् अस्ति. एतो द्वयो वर्णयोः मध्ये तत्र संहिता अस्ति चेदेव यानिति आदेशः करणीयम् इति सूत्रं वदति. So if you want to think like that, you can think like that, because samhita is also a saptamyantam padah. Saptamyantam padah asti ched sahapi nimitam bhavitum arahati. So if you want to think like that, for your clarity, you can think like that. But atra nimitam nasti vishay saptami asti samhitayam astu. Atra just like example api asti, if somebody comes without a queue, he not get something. And he says, Matujagi, come through Q, then you can get. That means Nimittam Atra Asti, Mata Vishaya Asti, like Mata without coming in the Q, that person can't get that thing. Mm-hmm. धन्यवादः. धन्यवादः. कः पठितुम् इच्छति अग्रे? गिरिजा भगिनी अस्ति वा? आं महोदय. पठितुम् इच्छति वा भगिनि? पठतु. इको यणचि अत्र पठतु उपरितने सूत्रे. उपरितने सूत्रे इक् यण् अच् इति त्रयः प्रत्याहाराः सन्ति. प्रत्याहारः नाम वर्णानां समूहः. एषु त्रिषु प्रत्याहारेषु के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु. जानाति वा इक् प्रत्याहारे के वर्णाः आयाति? इक् प्रत्याहारे इ उ ऋ ए औ न इक् इति प्रत्याहारे. इक् प्रत्याहारे इ उ ऋ ऋ चत्वारि वर्णाः. इ आरभ्य क पर्यन्तम् इत्युक्ते अ इ उण् रु लुक् द्वौ प्रत्याहारस्य ग्रहणं भवति अस्मिन् प्रत्याहारे इक् इति प्रत्याहारे. यन् इति प्रत्याहारे के वर्णाः? व र ल य आरभ्य य व र ल हय वरट लण् हय वरट लण् सो तथैव पठामः चेत् अत्र भ्रमः न जायते. इक् इति वर्ण इति इक् इति प्रत्याहारे चत्वारि वर्णः. यन् इति प्रत्याहारे अपि चत्वारि वर्णः. अच् इति प्रत्याहारे सर्वे के वर्णः? सर्वे आतः ओ पर्यन्तं सर्वे स्वराः आगच्छन्ति. सर्वे स्वराः इत्युक्ते इक् परे कोऽपि यत् कोऽपि अत्र सूत्रं किं वदति? इक् परे कोऽपि अच् वर्णः अस्ति चेत् तत्र इक् स्थाने यन् इति आदेशः करणीयं. परन्तु वयं जानीमः इक् परे यदि कोऽपि इ आयाति चेत् तत्र तु इको यनचि न भवति. तत्र किं भवति? तत्र किं भवति? सवर्णदीर्घसन्धि भवति. सो अत्र अत्र अत्र दृश्यतु किं लिखितमस्ति. इकः यन् स्यात् असवर्णे अचि परे इति सूत्रस्य फलित अर्थः इति गेयम्. इत्युक्ते अस्य सूत्रस्य फलित अर्थः इत्युक्ते अल्टिमेट्लि वाट् हेपन्स् इन् दिस् सूत्रः. यदा इक् परे इ आयाति तत्र तु इको यनचि न भवति. तत्र तु दीर्घ सवर्णदीर्घसन्धि भवति. तथैव उ परे उ वर्णः आयाति चेत् इक् इक् इति प्रत्याहारे उकारः अपि अस्ति ऋकारः अपि अस्ति. सो उ परे उ आयाति चेत् उ इति अच् वर्णः इक् वर्णः अपि उकारः. सो तत्र फलित अर्थः इत्युक्ते रिजल्ट् वाट् इस् द अल्टिमेट् रिजल्ट् आफ् दिस् सूत्रः इस् असवर्ण अचि परे एव कार्यं भवति. सो तत्र बलाबलचिन्तनमपि अस्ति. इत्युक्ते इको यनचि अपि च अकः सवर्णे दीर्घः एतयो द्वयोः मध्ये कः सूत्रं बलवत् अस्ति तत्तु भिन्नविषयः. परन्तु अत्र वयं जानीमः बिकास् वी हेव् डन् लाट् आफ् दीस् टैप् आफ् सन्धि सूत्रास् वी नो. सो वी नो देट् वेन् इक् परे सवर्ण आयाति चेत् तत्र दीर्घसन्धि भवति. अतः अत्र लिखितमस्ति असवर्ण अचि परे. असवर्ण अच् आयाति चेदेव यन् इति आदेशः करणीयः. परन्तु सूत्रे असवर्ण न लिखितमस्ति. सो तत्र एकम् अन्यत् तत्र विषयः अस्ति बलाबलचिन्तनं. द्वयोः सूत्रयोः मध्ये तत्र कः सूत्रं बलवत् भवति इति तत्र भिन्नविषयः. वयम् अग्रे गत्वा एतत् सर्वं पठिष्यामः. सो यदा यदि प्लस् अपि भवति वेन् वी हेव् अ सिचुवेशन् लैक् यदि प्लस् अपि अत्र दृश्यतु यदि योगः अपि. अत्र किं भवति यदि योगः फर्गेट् अबौट् दिस् यदि योग इव् सपोज़् वी हेव् अ यदि योग इव् सो तत्र किं करणीयं? तत्र इको यनचि सूत्रः सूत्रस्यापि प्रसक्ति, अकः सवर्णदीर्घः सूत्रस्यापि प्रसक्ति. सो किं सूत्रं तत्र बलवत् इति तत्र बलाबलचिन्तनेन एव वयं ज्ञातुं शक्यते. सो इदानीं पर्यन्तं वयं जानीमः सवर्ण अच् परे अस्ति चेदेव दीर्घ तत्र अकः सवर्णे दीर्घः इति सूत्रेण दीर्घ आदेशः भवति. परन्तु अत्र वाय् ऐ एम् एक्स्प्लेनिङ्ग् दिस् इस् देट् अत्र लिखितम् अस्ति सूत्रे इकः यन् स्यात् असवर्ण अचि परे इति सूत्रस्य फलितार्थः सूत्रस्य नास्ति. इक् स्थाने सर्वदा अच् परे अस्ति चेत् यन् एव आदेशः न. सो वाट् पाणिनी तत्र पाणिनिरीति किम् अस्ति, सः प्रथमे किं सः किं कृतवान्, सः प्रथमे हि गिव्स् द सामान्यसूत्रं. सो इको यनचि इति सूत्रं सामान्यसूत्रं, परन्तु अकः सवर्णदीर्घः विशिष्टसूत्रम् अस्ति. विशिष्ट न वदामः, भिन्नसूत्रम् अस्ति, तस्य कार्यक्षेत्रं लघु अस्ति. सो ये कुत्रचित् सः सूत्रमेव कार्यं कर्तुं शक्यते. सो सर्वदा इक् स्थाने यन् आदेशः न करणीयम्, असवर्ण अच् परे अस्ति चेदेव यन् इति आदेशः भवति. सो फलित अर्थः इति तस्य अर्थमस्ति रिजल्ट्, इत्युक्ते द रिजल्ट् आफ् दिस् सूत्र इस् ओन्ली हेपन्स् वेन् वी हेव् एन् असवर्ण अच् परे. यदा तत्र सवर्ण अच् अस्ति चेत् तत्र एतत् सूत्रं कार्यं न करोति, तत्र भिन्नसूत्रं कार्यं करोति. सो वी हेव् टु अण्डर्स्टेण्ड् आल् दिस् वेन् वी नो द सम्पूर्णसूत्रार्थः. सो अस्तु, अत्र पश्यतु, अत्र यः लिखितम् अत्र लिखितम् अस्ति, अत्र लिङ्क् अस्ति. यू केन् गो टु दिस्, यू केन् क्लिक् आन् द लिङ्क् एण्ड् यू विल् गो टु द महेश्वरसूत्रं, तत्र आगच्छति. वदतु महोदय. अत्र सवर्ण शब्दः अस्ति, सवर्णमध्ये अनुवृत्तिः अस्ति किं, कथं जानामि किं सवर्ण भवति सवर्ण भवति? अत्र असवर्ण इति पदस्य अनुवृत्तिः नास्ति, इट् इस् फार् द एक्स्प्लेनेशन्. स्वरूप महोदय हेज् रिटन् दिस् फार् एक्स्प्लेनेशन्. किमर्थं चेत् वयं जानीमः असवर्ण अचि परे एव सूत्रं कार्यं करोति. तत्र वी डोण्ट् नो अकः सवर्णदीर्घः अपि च इको यनचि मध्ये किं सूत्रं बलवत् अस्ति, केन सूत्र इत्युक्ते एकस्मिन् स्थले द्वौ सूत्रः आगत्य कार्यं कर्तुं शक्यते चेत् केन सूत्रेण कार्यं करणीयम्? न न, सर्वदा तत्र परं सूत्रेण एव कार्यं न भवति. सपाद सप्त अध्याय पर्यन्तं तु कार्यं करोति, सर्वदा न करोति, तत्र भिन्न अस्ति. यदा अपवादसूत्रम् अस्ति चेत् अपवादसूत्रं बलवत् भवति, नित्यसूत्रम् अस्ति चेत् सः बलवत् भवति, अन्तरङ्गसूत्रम् अस्ति चेत् सः बलवत् भवति. तत्र सर्वदा विप्रतिषेधे परं सूत्रं तेन सूत्रेण कार्यं न भवति, परसूत्रेण एव कार्यं न भवति. वी हेव् टु सी. कृपया अग्रे आगच्छतु, सर्वे कक्षायाम् अग्रे अग्रे गच्छति, वयं न जानीमः सर्वं सूत्रं, परन्तु भवत्येव पूर्वमेव पठन्नस्ति. कृपया यदा यदा पूर्वं भवती भवान् अग्रे अग्रे गच्छति सर्वे कक्षा. अग्रे न गच्छामि अहं, तु मध्ये विषये वार्तालाप करोमि. अत्र मध्ये किम् अत्र लिखितम् अस्ति, तत् कारणम् असवर्ण भवती जानाति असवर्ण कुत्र आगच्छति महोदय. वर्गस्य अन्ते पृच्छतु महोदय, वर्गमध्ये न पृच्छतु. वयं सर्वे किञ्चित् अपि जानीमः, वयं प्रथमगणः प्रथमकक्षायाम् एव आगच्छन्ति वयं सर्वे. अस्वर्ण अस्ति, यस्वर्ण अस्ति, दिस् इस् द बेसिक्. कृपया वर्गम् अन्ते भवन्तं संख्या सन्देहः सर्वं पृच्छतु महोदय. प्रतिदिनं भवान् तदेव करोति, कक्षा अन्यथा विलम्बं भवति. युगल् किशोर् अन्यथा विलम्बं भवति. something is better than nothing. Aham sarvam mute karo. महोदय कोऽपि प्रश्नः अस्ति चेत् कृपया अन्ते पृच्छतु. लेट् अस् फस्ट् फिनिश् द दिस् करपत्रं बिकास् दे आर् सीङ्ग् रैट् महोदय, दे आर् एट् द फस्ट् लेवल्, दे डोण्ट् नो अबौट् दिस् सप्तमी विभक्त्यान्तं पदः कः अर्थः, वी डोण्ट् नो एनी सूत्रं येट्. सो लेट् अस् फिक्स् टु द करपत्रम् ओन्लि. इफ् यु हेव् एनी क्वश्चन् यु केन् आस्क् एट् द एण्ड्. सो लास्ट् 10 minutes वी विल् कीप् फार् क्वश्चन् आन्सर्स्. So, let us go towards the karapatram. Because, Mohade, atra pratham vargasya tatra chhatraha tatra asmin kakshayam santi. They don't know the base, some people don't know even the basic concepts. So, it is difficult for them to understand these questions. Whatever questions you have, you kindly ask at the end. Astu, सो अत्र सूत्रे त्रीणि प्रत्याहाराणाम् अत्र तत्र महर्षिणा उपयोगं कृतवान्. इक् यन् अचि, सो इक् प्रत्याहारे के के वर्णाः अन्तर्भूताः इति इदानीं वयं ज्ञातुं शक्यते, अपि च यन् अपि च अचि. सो इको यन् अचि इति सूत्रं कदा कार्यं करोति, यदा तस्य परे कोऽपि असवर्ण अच् अस्ति चेदेव कार्यं करोति इति इदानीं पर्यन्तं तावद् एव तत्र अस्ति. अस्तु, अत्र अनन्तरं कः पठितुम् इच्छति अत्र? अहं पठामि वा भगिनि? आं पठतु, पठतु भगिनि. अत्र इको यणचि, इको यणचि षष्ठमाध्याये प्रथमपादे त्रिसप्तति षट्सप्ततिः सूत्रम् इति सूत्रं यथा तथा पाणिनेः अद्य अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति. तानि सूत्राणि कार्यं निर्दिशन्ति हैलि कोडिफैड् लेङ्ग्वेज् इत्यस्य माध्यमेन. कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात्, अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्यां न्यूनातिन्यूनं स्यात्. तर्हि संक्षेपार्थं कोडनिमित्तं पाणिनिना कोड् इत्यस्य माध्यमं किं? विभक्तिः. इयं विभक्तिपद्धतिः का इति अग्रे पश्यामः. इकोयणचि इति सूत्रं यदा पाणिनि कृतवान् तदा सः हैलि कोडिफैड् लेङ्ग्वेज् माध्यमेन एव कृतवान्. किमर्थम् इत्यर्थे प्रत्येकं सूत्रं लघु स्यात्, न्यूनातिन्यूनं स्यात् इति अर्थेन सः संक्षेपार्थं कोडनिमित्तं विभक्तिः सूचितवान्. इयं विभक्तिपद्धतिः का इति अग्रे पश्यामः. Like we know that see for suppose for there is Jammu city, so they will some of these intelligence agencies, they will keep some code for Jammu, suppose X. So why they want to, why is that code, why we this define this code is for lagvartham tikte ten kim bhavati laghu bhavati sutram laghu bhavet apicha अष्टाध्यायी इति ग्रन्थं तस्य लाघवार्थम् एव पाणिनिना कोड् निर्मितम्. सो अत्र व्याकरणशास्त्रे यः कोड् निर्मितं तस्य आधारः कः? विभक्ति. विभक्त्यान्तं पदस्य आधारेण एव सः किं कृतवान्? सूत्रं निर्मितवान्. सो सूत्रे ही अप्लैड् द विभक्ति, प्रत्येकस्य विभक्तिः भिन्नभिन्न अर्थः, ही केप्ट् इट् लैक् दिस्. सो कोडिफैड् लेङ्ग्वेज् अत्र पाणिनिना तस्य मुख्यलक्ष्यं किम् अस्ति चेत् इति वदामः चेत् सूत्रं लघु भवेत् अपि च ग्रन्थं लघु भवेत्, इत्युक्ते व्याकरणग्रन्थं यः अष्टाध्यायी इति ग्रन्थं सः लघु भवेत् इति तस्य कृते एव सः किं कृतवान्? कोड् निर्मितवान्. सो अत्र व्याकरणशास्त्रे अत्र केन केन माध्यमेन सः कोड् निर्मितवान्? विभक्ति. सो विशुण्णो प्रत्येकस्य विभक्त्यान्तं पदस्य कः अर्थः इति अत्र अग्रे आयास्यति. सो पाणिनिना मुख्यलक्ष्यं किं? ग्रन्थं सम्पूर्णं भवेत्, परन्तु ग्रन्थं लघु अपि भवेत्. सो लाघवार्थं सः किं कृतवान्? कोड् निर्मितवान् सः. तथैव यः प्रत्याहाराणां यः तत्र उपयोगिता अस्ति सः अपि तत्र किं लाघवार्थम् एव सः माहेश्वरसूत्राणि इति चतुर्दश माहेश्वरसूत्राणि सः निर्मितवान्. बिकास् अदर्वैस् हि हेड् टु से ई ऊ रू लु स्थाने य व र ल आदेशः सर्वे स्वराः परे अस्ति चेदेव करणीयं. बट् वाट् हि सेड् इको यनचि लघुसूत्रम् इक् इति प्रत्याहारे के के प्रत्याहारः अपि एकं टैप् आफ् कोड् अस्ति. सो इक् इति प्रत्याहारे चत्वारि वर्णाः, अच् इति प्रत्याहारे सर्वे स्वराः, तथैव हि हेज़् सो प्रत्याहाराणाम् आवश्यकता तत्र किमर्थं? लाघवार्थम् एव. सो ग्रन्थं लघु भवेत्, अपि च ग्रन्थं हौ विल् द ग्रन्थमिकं लघु? यदा सूत्रं लघु अस्ति. सूत्रं लघु भवेत् अपि च ग्रन्थं लघु भवेत् तस्य मुख्य आशः, पाणिनिमहर्षियस्य मुख्य आशः. सो सः किं कृतवान्? हैलि कोडिफैड् लेङ्ग्वेज्. सो कोड् कोड् इति तस्य माध्यमं किं? विभक्ति. प्रत्येकस्य विभक्ति अन्तं पदस्य कः अर्थः इति अग्रे तत्र लिखितमस्ति. चेतन् भगिनी अस्ति वा? नमस्ते महोदय. नमस्ते, कृपया अत्र पठतु प्रथमबिन्दु. पाणिनेः सूत्राणां पद्धतिः. पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः. पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. एषां कार्याणां संकेतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. किञ्चित् वदतु, किं लिखितमस्ति? प्रत्येकं वाक्यं स्वीकरोतु, तत्र किं लिखितमस्ति? पाणिनेः पदस्य विभक्तिः दत्तवान्. तस्य अर्थं लोकस्य अपेक्षया भिन्नः अस्ति इति. परन्तु अहम् अमुकवर्ण तस्य अर्थं न जानामि भगिनि. अमुक् इत्युक्ते संवर्णः, कश्चित् वर्णः, कश्चित् वर्णः, संवर्णः, विशिष्ट नास्ति. संवर्णः कस्यचित् वर्णस्य स्थाने अन्यवर्णः, कः वर्णः कस्यचित् वर्णस्य तत्र लोपः जायते. अमुक् इत्युक्ते संवर्णः, सम् लेटर्, सम् वर्णः तत्र तस्य. सो किं वर्णस्य स्थाने अन्यवर्णः आगच्छति, किं वर्णः लुप्तः भवति, किं वर्णः आगमः इति वदति. इति तत्र एतादृशकार्याणि तत्र व्याकरणे भवन्ति. प्रथमवाक्ये किं लिखितमस्ति? पाणिनेः प्रमुखलक्ष्यमस्ति पदयुत्पत्ति, इत्युक्ते पदस्य उत्पत्तिः, पदस्य निर्माणं कथं भवति. वयं जानीमः व्याकरणे किम् अस्ति, पदानां निर्माणं कथं करणीयम् इति एव तत्र तस्य विषये एव तत्र सूत्राणि सन्ति. भाषायां वयं पदानां तत्र उपयोगम् अस्माभिः तत्र करणीयं. सो प्रत्येकस्य पदस्य तत्र व्युत्पत्ति कथं भवति इति तत्र व्याकरणस्य मुख्यलक्ष्यम् अस्ति. तत्र किमपि अन्यत् कार्यं न भवति. हौ डू द पदः इस् हौ द पदा इस् मेड् इस् द प्रमुख लक्ष्यम् आफ् द अष्टाध्यायी इति ग्रन्थे. सो कृदन्तपदं वा तिगन्तपदं वा तदितपदानि तत्र सुपदं वा, सो तेषां कृते एव तत्र किम् अस्ति, सूत्राणि तत्र सन्ति. ते सर्वे कार्याणि एव. सो कुत्रचित् अमुकवर्णस्य स्थाने कोऽपि अन्यनूतनवर्णः आयाति, कुत्रचित् वर्णः लोपः जायते, कुत्रचित् एकं नूतनवर्णः आगति. एतादृशकार्याणि तत्र किमर्थं पदव्युत्पत्ति इति भवति. तेन किं भवति? पदस्य निर्माणं, यथा यद्यपि इति पदं कथं निर्मीयते, यदि योग अपि सन्धिकार्यं कुर्मः चेदेव यद्यपि इति पदं तत्र जायते. सो व्याकरणे पदव्युत्पत्ति एव भवति, पदानां निर्माणम् एव व्याकरणशास्त्रे भवति. सो तस्य कृते तत्र सूत्राणि सन्ति. सूत्रः तत्र हैली कोडिफैड् लेङ्ग्वेज् अस्ति. तस्य माध्यम विभक्ति इति माध्यमेन तत्र सः कोड् निर्मितवान्. प्रत्येकस्य विभक्ति अन्तं पदस्य कः अर्थः इति अत्र लिखितम् अस्ति. प्रत्ये पाणिनीयसूत्रेषु इत्युक्ते सूत्रे विभक्ति अन्तं पदस्य यः अर्थः, सः लोके यः तस्य अर्थः अस्ति सः भिन्नम्. यथा षष्ठी तत्र तत्र षष्ठीसम्बन्धः अस्ति, षष्ठीविभक्त्यन्तं पदः सम्बन्ध दर्शयति. परन्तु सूत्रे षष्ठ्यन्तं पदः अस्ति चेत् तस्य भिन्न अर्थः. पठतु अत्र षष्ठीविभक्त्यन्तं पदः अस्ति चेत्. षष्ठीविभक्तिः स्थाने इत्युक्ते एकनिमिष, षष्ठीविभक्ति इत्युक्ते सूत्रे पाणिनीयसूत्रेषु यदि कोऽपि षष्ठीविभक्त्यान्तं पदः अस्ति चेत् सः किं सूचयति? स्थानी सूचयति, इत्युक्ते देट् इस् द प्लेस् वेर् द विकृति वेर् द परिवर्तनं विल् अकर्, देट् बिकम्स् द स्थानीपदं. यथा इकः, इकः इति षष्ठ्यन्तं पदः. सो इकः इति यः अस्ति सः स्थानी भवति. तस्य स्थाने एव कार्यं करणीयं. कार्यं किं? तद् भिन्नं, देट् इस् डिफ्रेण्ट्. बट् यत्र सूत्रेषु पाणिनिसूत्रेषु षष्ठीविभक्त्यन्तं पदः अस्ति चेत् सः स्थानी भवति. सो तत्र एकं सूत्रमस्ति षष्ठीस्थाने योगः, इत्युक्ते यत्र योगः इत्युक्ते यत्र सम्बन्धः न दृश्यते तत्र मूल अर्थः कः षष्ठीविभक्त्यान्तं पदस्य? सम्बन्धः. रामस्य पुत्रः, अत्र रामस्य अपि च पुत्रस्य मध्ये तत्र योगः अस्ति. देर् इस् अ रिलेशन्शिप् बिट्वीन् रामस्य पुत्रः. सो सूत्रे यत्र यत्र सम्बन्धः वयं न ज्ञातुं शक्यते, अत्र षष्ठीविभक्त्यन्तं पदः तु अस्ति परन्तु कोऽपि सम्बन्धः न दृश्यते, तत्र एव षष्ठीविभक्त्यन्तं पदः किं भवति? स्थानी भवति, इत्युक्ते तस्य स्थाने तत्र कार्यं करणीयं. षष्ठीविभक्त्यन्तं पदः यथा इकः, इकः स्थानी अस्ति, इकः कोऽपि आदेशः नास्ति. सो यथा पदस्य निर्माणं व्युत्पत्ति भवति तदा यदा कोऽपि इक् वर्णः अस्ति चेत् सः स्थानी भवति. अनन्तरं भिन्न निमित्तं किम्, आदेशः किम्. सो षष्ठीस्था यत् अपि च एकम् अन्यत् बिन्दुः, यत्र यत्र सूत्रे षष्ठीविभक्त्यन्तं पदः अस्ति सः स्थानं निर्दिश्यति तत्र तत्र किं भवति तत्र आदेशरूपी कार्यः भवति किमर्थं चेत् तस्य स्थाने कार्यं करणीयं सः वर्णः अपगच्छति तस्य स्थाने कोऽपि भिन्नवर्णस्य आदेशः भवति सो यत्र यत्र सूत्रे इट् इस् अ लैक् आफ् इट् इस् ए टिप् लैक् वेन् एवर् यु सी अ षष्ठी विभक्त्यन्तं पदः इन् अ सूत्र द फस्ट् हिण्ट् देट् कम्स् टु युवर् मैण्ड् इस् देट् ओ अत्र तु आदेशरूपिः कार्यं करणीयं किमर्थं चेत् स्थाने दत्तमस्ति कस्य स्थाने कार्यं करणीयं सो द प्लेस् वट् एवर् वास् एक्सिस्टिङ्ग् प्रीवियस्लि एट् देट् प्लेस् देट् विल् गो अवे एण्ड् सम् न्यू वर्णः विल् कम् एट् इट्स् प्लेस् देट् इस् वै इट् स्थाने निर्दिष्टम् अस्ति सूत्रे आर् यु गेटिङ्ग् मै पायिण्ट् यत्र यत्र सूत्रे षष्ठी विभक्त्यन्तं पदः तत्र योगः तत्र न दृश्यते तत्र षष्ठी विभक्त्यन्तं पदः स्थानी भवति इत्युक्ते तस्य स्थाने एव कार्यं करणीयं सो यत्र यत्र कार्यं कीदृशकार्यं देर् आर् ओन्ली थ्री टैप्स् आफ् कार्यं हि हेस् सेड् देर् विल् बि ओन्ली थ्री टैप्स् आफ् कार्य इन् व्याकरणशास्त्रे वन् इस् आदेश वन् इस् आगमः एण्ड् थर्ड् इस् लोपः सो यत्र यत्र षष्ठी विभक्त्यान्तं पदः अस्ति तत्र किं भवति प्रायशः 99% आफ् द टैम्स् देट् विल् बि अ आदेशरूपी कार्यः यथा इको यनचि इकः षष्ठ्यन्तं पदः अस्ति तत्र सम्बन्धः न दृश्यते इकः यन् अचि इक् यन् मध्ये कोऽपि सम्बन्धः तु न दृश्यते अतः तत्र इकः इति पदं षष्ठ्यन्तम् अस्ति सः स्थानी भवति तस्य स्थाने आदेशः आदेशः किं यन् इति आदेशः सो इकः अपगच्छति तस्य स्थाने यन् आयाति इति तत्र आदेशरूपिः कार्यः सो यत्र यत्र प्रायशः षष्ठी विभक्त्यान्तं पदः सूत्रे अस्ति चेत् तत्र किं सः स्थानी भवति तस्य स्थाने आदेशः करणीयं सो तत्र आदेशरूपी कार्यः भवति सो पाणिनि सूत्रेषु षष्ठी विभक्त्यान्तं पदः सम्बन्धं न दर्शयति चेत् सः स्थानी भवति एकं सूत्रमस्ति वयं दृष्टवन्तः तत्र तस्य लोपः एकं सूत्रमस्ति अष्टाध्याय्यां तत्र तस्य एकं पदम् अस्ति लोपः एकं पदम् अस्ति परन्तु तस्य लोपः इति पदं पश्यामः चेत् तस्य इत्युक्ते अत्र सम्बन्धः दृश्यते कस्यचित् कस्य लोपः तत्र प्रश्नः आयाति कस्य लोपः तस्य लोपः इति सूत्रे प्रश्नः कः आयाति कस्य लोपः यस्य इति तस्य लोपः सो अत्र सम्बन्धः अत्र तस्य इति पदः षष्ठ्यन्तं पदः षष्ठीविभक्त्यन्तं पदः परन्तु अत्र सम्बन्धः दृश्यते अतः तस्य इति पदं स्थानी नास्ति अत्र तस्य इति पदेन किं भवति सम्बन्धः दृश्यते कस्य लोपः यस्य इति तस्य लोपः इति तत्र अर्थः भवति सो प्रत्येकस्मिन् सूत्रे षष्ठी विभक्त्यान्तं पदः सर्वदा स्थानी न भवति यत्र यत्र सूत्रे सम्बन्धः दृश्यते तत्र तु सम्बन्धः एव अस्ति परन्तु यत्र यत्र वयं षष्ठी विभक्त्यान्तं पदः पश्यामः सम्बन्धः न दृश्यते तत्र षष्ठी विभक्त्यान्तं पदः तस्य कोड् किमस्ति तस्य अर्थः कः स्थानी अस्ति स्थानी भवति सः स्थानी सः वर्णः अथवा सः पदं स्थानी अस्ति तस्य स्थाने आदेशः करणीयम् इति तस्य अर्थः प्रथमाविभक्ति अपि पठतु भगिनि प्रथमा विभक्तिः आदेशः आगमः नामकरणम् आदेशः इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णः आगच्छति रीप्लेसस् पूर्ववर्णं शत्रुवत् भवति आगमः आगमः वर्णात् पूर्वं वा परं वा अन्यवर्णः आगच्छति. सत्यं. मित्रवत् भवति. नामकरणम् इत्युक्ते संज्ञा. सत्यं. सो सूत्रे प्रथमा विभक्त्यान्तं पदस्य कः अर्थः? प्रथमा विभक्ति अस्ति चेत् सः आदेशः, आगमः अपि च और् संज्ञा भवति. आम्. सो सि एकस्मिन् सूत्रे ओन्ली वन् कार्यः विल् हेपन्. ऐदर् देट् विल् बि एन् आदेशः, और् देट् विल् बि एन् आगमः, और् देट् विल् बि केवलं नामकरणं. संज्ञा अस्ति. सो यत्र यत्र सुपाणिनिसूत्रे प्रथमाविभक्त्यान्तं पदः दृश्यते, ऐदर् देट् विल् बि एन् आदेशः, यथा यन् यन् इति पदं यकारः नकारः, यकारः अकारः नकारः, यन् इति एकं प्रत्याहारः अस्ति प्रथमाविभक्त्यान्तं पदः. सो यु शुड् रैट् डौन् फार् आल् द विभक्ति प्रत्याहारः इक् इकम् इका इके इकः इकः इकि. That will be for all pratyaharas. Yan, yanam, yana, yane, yanaha, yanaha, yani, ach, ach, achi, achaha. That will be a shashti vibhaktiyantam padaha. And ye anya padaha tatra santi tat vishaye to vayam gyatum shakyate. Parantu vibhakti pratyahara nam vishaye tatra kinchit klishtam bhavati. So you should write down in your notes that प्रत्याहाराणां तत्र विभक्तिः किम् अस्ति. प्रथमा विभक्ति विल् बि सेम् इक्. देन् वी हेव् अ तृतीया विभक्ति, देट् विल् बि इका. वी हेव् अ पञ्चमी विभक्ति, देट् विल् बि इकः. षष्ठी विभक्ति विल् आल्सो बि इकः. एण्ड् सप्तमी विल् बि इकि, तथैव अचि. सो इको यन् अचि इति, यन् इति यः पदम् अस्ति तत्र सूत्रे, इको यन् अचि, यन् इति पद यः पदमस्ति सः प्रथमा विभक्त्यान्तं पदः. सो यन् इति, सिन्स् वी हेव् अ स्थानी ओवर् दियर् इको यन् इति सूत्रे, तत्र इकः स्थानी अस्ति, अतः तत्र प्रथम हिण्ट् किम् अस्ति? आदेशरूपी कार्यः. अतः तत्र यन् इति यः प्रथमा विभक्त्यान्तं पदः अस्ति, सः किम्? आदेशः अस्ति. सः किं तत्र निर्देशं करोति? आदेशः. इकः स्थानी अस्ति, यन् प्रथमा विभक्त्यान्तं पदः, अतः सः, देट् विल् बि औट् आफ् दीस् थ्री द फस्ट् हिण्ट् विल् बि, सिन्स् स्थानी इस् दियर्, इट् विल् बि अ आदेशरूपः कार्यम्. सो तत्र यन् इति किं निर्देशं करोति? आदेशः. यन् इति आदेशः भवति. तथैव तत्र आगमस्य विषये प्रथमा विभक्त्यान्तं पदः अस्ति चेत्, स्थानी न निर्दिष्टम् अस्ति चेत्, ऐदर् नामकरणं, देट् वि विल् गेट् टु नो. यथा तत्र किमस्ति? परः सनिकर्षसंहिता. यथा सुप्तिङन्तं पदं, तत्र सुप्तिङन्तं पदम् इति तत्र सर्वे प्रथमा विभक्त्यान्तं पदः तत्र तस्मिन् सूत्रे अस्ति. सो प्रथमा विभक्ति विल् आल्सो इण्डिकेट् नामकरणं. तत्र संज्ञासूत्रे प्रायशः प्रथमाविभक्त्यान्तं पदः एव पाणिनिना तत्र तेषाम् उपयोगं सः कृतवान्. सो प्रथमाविभक्ति किं निर्देशं करोति? आदेशः, आगमः अथवा नामकरणं. नौ द क्वश्चन् कम्स्, वेर् विल् दिस् लोपकार्यः कम्? देट् विल् बि आल्सो इन् द प्रथमाविभक्त्यान्तं, बिकास् देट् लोपकार्य कम्स् इन् द आदेशरूपी कार्यः. देट् इस् आल्सो ए टैप् आफ् शत्रुवत् कार्यं, बिकास् तत्रापि एकः वर्णः अपगच्छति. लोपकार्ये किं भवति? कोऽपि वर्णः अपगच्छति. सो देट् इस् आल्सो ए शत्रुवत् कार्यं. लोपकार्य आल्सो कम्स् इन् द आदेशकार्यं, बट् देट् इस् अ टैप् आफ् भिन्नकार्यम्. अतः तत्र किं भवति? लोपः भवति, वर्णस्य लोपः भवति, वर्णः अपगच्छति. सो देट् विल् आल्सो बि इन् प्रथमाविभक्त्यान्तं पदः. सूत्रे प्रथमाविभक्त्यान्तं पदः अस्ति चेत् तस्य कः अर्थः? आदेशः आगमः नामकरणं तावदेव। सूत्रे षष्ठीविभक्त्यान्तं पदः अस्ति चेत् तस्य कः अर्थः, सः स्थानी भवति। यदि सः पदं तत्र तत्र कोऽपि सम्बन्धः न दृश्यते, सः किं भवति, स्थानी भवति। षष्ठीस्थाने योगः इति सूत्रम् अस्ति। षष्ठीस्थाने योगः इत्युक्ते षष्ठी कदा स्थानी भवति, यदा तत्र योगः न दृश्यते, सम्बन्धः न दृश्यते चेत् तत्र सः पदं सूत्रे सः पदं स्थानी भवति इति तस्य अर्थः। अस्तु भगिनि, धन्यवादः। उषा भगिनी अस्ति वा, श्लोचना अथवा उषा भगिनी पठितुम् इच्छति वा? अन्य के जनाः तत्र सन्ति? गिरिजा भगिनी अस्ति वा, गिरिजा भगिनी पठितुम् इच्छति वा भगिनी? ध्वनि श्रूयते मम? पठतु अत्र सप्तमी विभक्ति। सप्तमी विभक्ति विभक्तिः पूर्वकार्यम्। पूर्वकार्यम् इत्युक्ते सूत्रे सप्तमी विभक्त्यान्तं पदः, तस्य कोड् किम् अस्ति, वाट् इस् द अर्थ आफ् सप्तमी विभक्ति, पूर्वकार्यम् इत्युक्ते यः सप्तमी विभक्त्यान्तं पदः अस्ति तस्य पूर्वे कार्यं भवति, तस्य प्राक् कार्यं भवति। इत्युक्ते इको यन् अचि, अचि इति पदं सप्तम्यान्तं पदम्, अचि इति पदं सप्तम्यान्तं पदः। यदा योग अपि, अ इति अकारः यः अपि पदे यः अकारः अस्ति सः अच्वर्णः, सः अचि अस्ति, तस्य पूर्वे कार्यं भवति। इत्युक्ते तस्य प्राक् कार्यं करणीयम् इति सप्तमी विभक्त्यान्तं पदस्य अर्थः। द कार्य विल् हेपन् सप्तमी विभक्त्यान्तं पदस्य पूर्वे कार्यं करणीयम्। सो तत्र सप्तमी विभक्त्यान्तं साक्षात् पूर्वे किम् अस्ति, इकारः अस्ति। सो इकारस्य स्थाने तत्र कार्यं करणीयं। तत्र यकारः अकारस्य पूर्वे आयाति, न तु परे, तस्य परे न आयाति। सो सप्तमी विभक्त्यान्तं सूत्रे सप्तमी विभक्त्यान्तं पदः अस्ति चेत् तस्य कः अर्थः, पूर्वकार्यम्, अपि च परनिमित्तं पूर्वकार्यम्। इत्युक्ते निमित्तं परे अस्ति, निमित्तस्य पूर्वे कार्यं भवति। अचि इति पदं निमित्तम् अस्ति, तस्य कारणेन तत्र अकारस्य कारणेन इकारस्य स्थाने य इति आदेशः भवति, यकारः इति आदेशः भवति। सो अकारस्य पूर्वे कार्यं भवति, अपि च अकारः निमित्तम् अस्ति, तस्य इकारस्य यः परिवर्तनं भवति तस्य कृते हेतु किम्, अकारः हेतु अस्ति। अकारः साक्षात् परे अस्ति चेदेव, साक्षात् इत्युक्ते एक्साक्ट्लि इन् फ्रण्ट् आफ् इकारः अस्ति चेत् तत्र एव यन् इति आदेशः करणीयं, यन् इति आदेशः प्रथमविभक्त्यान्तं पदः। सो सप्तमी विभक्त्यान्तं सूत्रे सप्तमी विभक्त्यान्तं पदः अस्ति चेत् सः किं निर्देशं करोति, परनिमित्तं पूर्वकार्यम्। अत्र लिखितमस्ति केवलं पूर्वकार्यम्। सो वेनेवर् यु सी अ सप्तमी विभक्त्यान्तं पदः इन् अ सूत्र, इन् एनी सूत्रः, that will be a hetu, that will be first of all, that will be a nimittam, tena karanena eva tatra karyam, tasmin sutre karyam bhavati, apicha, and second thing, tasya purve eva karyam bhavati, saptami vibhaktiyantam padasya purve eva karyam bhavati, iti tasya arthah, it is the code, saptami vibhaktiyantam padasya kaha, अर्थः पूर्वकार्यं परनिमित्तम्, इत्युक्ते कार्यस्य परे निमित्तम् अस्ति, तस्य अनन्तरं निमित्तम् अस्ति, परन्तु निमित्तस्य पूर्वे एव सर्वदा किं करणीयं, कार्यं भवति। कार्यं कीदृशकार्यम्, ऐदर् आदेशः आर् लोपकार्यं, वदतु। तथैव उक्तवती, आदेशः। आम्, तस्य पूर्वे तत्र आदेशः भवति. सो सप्तम, सो सो वाट् इस् द सेकेण्ड् हिण्ट्? यत्र यत्र स्थानी अस्ति, यत्र यत्र षष्ठीविभक्त्यान्तं पदः अस्ति, तत्र तत्र ऐदर् सप्तमीविभक्त्यान्तं पदः आर् पञ्चमीविभक्त्यान्तं पदः आर् तृतीयाविभक्त्यान्तं पदः. औट् आफ् दीस् थ्री वन् विल् बि आल्वेस् दियर् यत्र यत्र आदेशरूपः कार्य, बिकास् तत्र आदेशस्य कृते निमित्तं किं तत् अपि तत् आवश्यकं. तत् तादृशः यः आदेशः करणीयं, कदा करणीयं, तस्य कृते हेतु किम्? ऐदर् सप्तमीविभक्त्यान्तं पदः हेतु अस्ति आर् पञ्चमीविभक्ति. सो दीस् थ्री, सप्तमी, पञ्चमी अपि च तृतीया विभक्ति, आल् दीस् थ्री विल् बि हेतु, दीस् विल् बि निमित्तं फार् द कार्यम्. कीदृशकार्यम्? आदेशः, आगमः आर् लोपकार्यं, तस्य कृते निमित्तं किं? सप्तमीविभक्त्यान्तं पदः, पञ्चमीविभक्त्यान्तम् अपि च तृतीयाविभक्त्यान्तं पदः. सप्तमीविभक्त्यान्तं पदः अस्ति चेत् तस्य विशिष्ट अर्थः कार्यं निमित्तस्य पूर्वे करणीयं, पूर्वकार्यं. तथैव पञ्चमीविभक्त्यान्तं पठतु. पञ्चमीविभक्तिः परकार्यं. समान अस्ति. So, निमित्तं विल् बि फस्ट्, कार्य विल् हेपन् आफ्टर् द निमित्तम्. निमित् विल् कम् फस्ट्. अच् अत्र तु इको यनचि सप्तमी अस्ति, परन्तु तत्र रसाव्यां नूनः एकं सूत्रम् अस्ति, तत्र रेफ् अपि च शकारः निमित्तम् अस्ति. कस्य कृते? नत्वकार्यस्य कृते रेफः अपि च शकारः निमित्तम् अस्ति. सो रेफः अपि च शकारस्य परे नकारः, दन्तिनकारः आयाति चेदेव नत्वं भवति, मूर्धन्यनकारः आदेशः भवति. रेफ् शकारस्य पूर्वे दन्तिनकारः आयाति चेत् तत्र कार्यं न करणीयं, तत्र तु नत्वं न भवति. सो तत्र पञ्चमीविभक्त्यान्तं पदः रसाभ्यां, पञ्चमी द्विवचनम् अस्ति, रसाभ्याम् इति तत्र यः सूत्रे अस्ति सः पञ्चमीविभक्त्यान्तं पदः. अतः तत्र यः रकारः अपि च शकारः निमित्तम् अस्ति, हेतु अस्ति, तस्य परे कार्यं भवति, परकार्यं. पञ्चमीविभक्त्यान्तं पदः किं निर्देशं करोति? परकार्यं, पूर्वनिमित्तम्. अत्र परनिमित्तं पूर्वकार्यं, सप्तमीविभक्त्यान्तं पदः परनिमित्तम् अस्ति, कार्यं तस्य पूर्वे भवति, परन्तु पञ्चमीविभक्त्यान्तं पदः कार्यं परे भवति, निमित्तं पूर्वे अस्ति, पूर्वनिमित्तं परकार्यम् इति तस्य अर्थः. अवगन्तम्? तृतीया विभक्तिः संयोजनम्. संयोजनम् इत्युक्ते परम् अपि पूर्वम् अपि संयोजस्थाने आगच्छति. आम् आम्, सत्यम्. सो सूत्रे तृतीया विभक्त्यान्तं पदः अस्ति चेत् सः तु प्रथमे तु सः निमित्तम् अस्ति, कार्यस्य कृते सः हेतु अस्ति, तृतीया विभक्त्यान्तं पदः. सो तस्य पूर्वे अपि कार्यं भवितुम् अर्हति, तस्य परे अपि कार्यं भवितुम् अर्हति. इफ् द स्थानी कम्स् पूर्वे, देन् कार्य विल् हेपन् पूर्वे. इफ् द स्थानी कम्स् षष्ठी विभक्त्यान्तं पदः परे अस्ति, निमित्तस्य परे अस्ति चेत् सो देट् कार्य विल् बिकम् परे. यथा तत्र अस्ति स्तुत्वसन्धि, तत्र स्तोः इति कथनेन, स्तोः इति कथनेन तत्र किं भवति? स्तोः शुनाश्चुः, सकारः तकारः तत्र किं भवति? सः स्थानी अस्ति, षष्ठीविभक्त्यान्तं पदः. स्तोः श्चुनाश्चुः, श्चुना, तत्र श्चुना इति कथनेन पञ्चमी श्चुनाश्चुः इति यः श्चुः यः अस्ति, स्थानी अस्ति, तस्य सकारः अपि च तवर्गीय व्यञ्जनः तस्य परे निमित्तम् अस्ति अथवा तस्य पूर्वे निमित्तम् अस्ति, तत्र श्चुत्वसन्धिः भवति. सो तत्र तृतीया विभक्त्यान्तं पदः ना, श्चुना ना इति कथनेन तत्र तृतीया विभक्त्यान्तं पदः. सो तृतीया सूत्रे तृतीया विभक्त्यान्तं पदः अस्ति चेत् सः तु प्रथमे निमित्तम् अस्ति, तस्य पूर्वे अपि कार्यं भवितुम् अर्हति, तस्य परे अपि कार्यं भवितुम् अर्हति, तत्र संयोजनम् अस्ति. सो यदा तत्र स्थानी पूर्वे अस्ति तो कार्यं पूर्वे करणीयं, स्थानी परे अस्ति चेत् कार्यं परे करणीयं. तत्र देर् इस् अ काम्बिनेशन् आफ् सप्तमी विभक्ति. इस् इट् क्लियर् नौ? तृतीया वि विल् रीड् आल् दीस् आर् एक्स्प्लेन्ड् वित् एक्साम्पल्स् अधोभागे, तत्र तत्र उदाहरणं सहितं तत्र स्वरूपमहोदयेन सर्वं दत्तं. सो वी हेव् एक्साम्पल् फार् ईच् वन् आफ़् दीस्. सो वेनेवर् पाणिनिसूत्रेषु षष्ठी विभक्त्यान्तं पदः सम्बन्धं न दर्शयति सः स्थानी भवति, तस्य कोड् अस्ति स्थानी. प्रथमा विभक्त्यान्तं पदः अस्ति चेत् तस्य अर्थः कः? आदेशः, आगमः अथवा नामकरणम्. सप्तमी विभक्त्यान्तं पदः अस्ति चेत् परनिमित्तं पूर्वकार्यं, निमित्तं परे अस्ति तस्य पूर्वे कार्यं भवति. पञ्चमी विभक्त्यान्तं पदः अस्ति चेत् पूर्वनिमित्तं परकार्यं, कार्यं निमित्तस्य परे भवति, अनन्तरं भवति. तृतीया विभक्त्यान्तं पदः अस्ति चेत् कार्यं पूर्वे अपि भवितुम् अर्हति, कार्यं परम् अपि भवितुम् अर्हति. सो तत्र संयोजनम् अस्ति. सो वट् वी केन् कन्क्लूड् इस् देट् तत्र निमित्तं मध्ये, निमित्तस्य पूर्वे अपि कार्यं भवितुम् अर्हति, देर् इस् नो रेस्ट्रिक्षन्. सो निमित्तस्य परे अपि तत्र कार्यं भवितुम् अर्हति, तृतीया विभक्त्यान्तं पदः सूत्रे अस्ति चेत् तस्य अर्थः. इस् इट् क्लियर्? अवगतं भगिनी, धन्यवादः. कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, इदानीं समयः अपि अभवत्. प्रश्नः अस्ति रसाभ्यं नोन सूत्रमस्ति अस्तु, तत्र न विसर्ग अस्ति, वर्ण अपि विसर्ग अस्ति, तु कथं जानामि कि एकवचनम् अस्ति या विभक्ति षष्टिविभक्ति अस्ति, क्योंकि रसाभ्यां तु सम्यक् अस्ति, पञ्चमी विभक्ति द्विवचनम् अस्ति, नो अपि विसर्ग अस्ति, न अपि विसर्ग अस्ति, तो सरिता तो मत कि तकारं तस्ति, तत्र विसर्ग नास्ति, तु कथं जानीमि प्रथमविभक्ति? आं महोदय, वी विल् नीड् द सम्पूर्णसूत्रः. यदा वयं तत्र तृतीयविभक्तिपदस्य तत्र वयं विवरणं तत्र अधोभागे दत्तमस्ति, देट् टैम् वी विल् रीड् दिस् सूत्र महोदय. वी विल् एक्स्प्लेन् दिस् सूत्रः कथं तत्र निर्णयं करणीयम्. पञ्चमीभक्ति अस्ति तु परे जो है कार्यं पर कार्यम् अस्ति, तु पर कार्यं तु न अस्ति, तु न तु स्थानी अस्ति. कार्यं कुत्र भवति? हा, रसाभ्यां नो नः, तत्र नः इति पदं षष्ठ्यान्तं पदः. सो षष्ठ्यान्तं पदः इत्युक्ते स्थानी, नकारस्य स्थाने तत्र आदेशः. तो परं कथं जानामि, न भवति या न भवति? That is what I said. Whenever we will read the sutra, that time we will do the full explanation, Mahoday. Astu, Mahoday. Idani. Kopi anya prashna asti chet, asmin vishaye kripya prichhatu. Anya satra sthagama. Astu, shanti mandram pathami. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.